पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 50 भीष्म उवाच यत्पुण्यमधिकं लोके सर्वदा सर्वसम्मतं तद्वदस्वेच्छया विप्रयत्कृतं पूर्वपूर्वकैः पुलस्त्य उवाच एकता दुद्विजा सर्वे व्यास शिष्या सहादराद व्यासं प्रणम्य पप्रच्छुधर्मं मां च यथा भवान् द्विजा ऊजुः पुण्यात् पुण्यतमं लोके सर्वधर्मेषु चोत्तमं किं कृत्वा मानवा स्वर्गं भुञ्जते चाक्षयं वद लभ्यं चाकष्टकं शुद्धं वर्णानां मर्त्यवासिनां गुरूणां च लघूनां च साध्यमेकं क्रतुं वद यद्यत्कृत्वा च देवानां पूज्यो नाके भवन्नरः तत्तद्वद च नो ब्रह्मन् प्रसादी भव धर्मदः व्यास उवाच पञ्चाख्यानं वदिष्यामि शृणुध्वं तत्र पूर्वतः पञ्चानामेककं कृत्वा विन्देन्मोक्षं दिवं यशः पित्रोरर्च्याधपत्युश्च साम्यं सर्वजनेषु च मित्राद्रोहो विष्णुभक्तिरेते पञ्चमहामखाः प्राक्पित्रोरर्चया विप्रा यद्धर्मं साधयेन्नरः न तत्क्रदुशतैरेव तीर्थयात्रादिभिर्भुवि पिता धर्मपिता स्वर्गपिता हि परमं तपः पितरिप्रीतिमापन्ने प्रीयन्ते सर्वदेवताः पितरो यस्य तृप्यन्ति सेवया च गुणेन च तस्य भागीरथी स्नानमहन्यहनि वर्तते सर्वतीर्थमयी माता सर्वदेवमयः पिता मातरं पितरं चैव यस्तु कुर्यात् प्रदक्षिणं प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा जानुनी च करौ यस्य पित्रो प्रणमदशिरः निपतन्ति पृथिव्यां च सोक्षयं लभदे दिवं तयोश्चरणयोर्यावद्रजश्चिह्नानि मस्तके प्रतीके च विलग्नानि तावत्पूदसुतस्तयोः पादारविन्दसलिलं यः पित्रोः पिबदे सुधः तस्य पापक्षयं यादि जन्मकोटिशदार्जितं धन्योऽसौ मानवो लोके पूतोऽसौ सर्वकल्मषाद विनायकत्वमाप्नोति जन्मनैकेन मानवः पितरौ लङ्घयेद्यस्तु वजोभिः पुरुषाधमः निरये च वसेत्तावद्यावदाभूदसम्प्लवं पित्रोरनर्चनं कृत्वा भुङ्ग्रे यस्तु सुताधमः कृमिकूपे धनरके कल्पान्तमुपतिष्ठति रोगिणं चापि वृद्धं च पितरं वृत्तिकर्षितं विकलं नेत्रकर्णाभ्यां त्यक्त्वा गच्छेच्च रौरवम् अन्त्यजादिषु म्लेच्छेषु चाण्डालेष्वपि जायते पित्रोरपोषणं कृत्वा सर्वपुण्यक्षयो भवेद् नाराध्यपितरौ पुत्रस्तीर्थदेवान् भजन्नपि तयोर्न फलमाप्नोति कीडवद्रमदे महीं कथयामि पुरावृत्तं विप्रा शृणुद यत्नदः यं श्रुत्वा न पुनर्मोहं प्रयास्यथ पुनर्भुवि पुरासीच्च द्विजः कश्चिन्नरोत्तम इति स्मृतः स्वपितरावनादृत्य गतोऽसौ तीर्थसेवया ततः सर्वाणि तीर्थानि गच्छदो ब्राह्मणस्य च आकाशे स्नानचलानि प्रशुष्यन्ति दिने दिने अहङ्कारो विषत्तस्य मानसे ब्राह्मणस्य च मत्समो नास्ति वै कश्चित् पुण्यकर्मा महायशाः इत्युक्ते चाननेतस्य अहदच्च बकस्तदा क्रोधाच्चैवेरितस्तस्य स शशापद्विजो बकम् पपात च बकपृथ्व्यां स भस्मी भूतविग्रहः भीर्द्विजेन्द्रमहामोहप्राविशच्छान्तकर्मणि ततः पापा च विप्रस्य चेलं कं च न गच्छति विषादमगमसद्यस्तधकं तमुवाचः गच्छ बाडव चाण्डालं मूकं परमधार्मिकं तत्र धर्मं च जानीषे क्षेमं ते तद्वचो भवेद काश्च तद्वचनं श्रुत्वा गतोऽसौ मूकमन्दिरं शुश्रूषं तं च पितरौ सर्वारम्भान् ददर्श सः ददतं शीतकाले च सम्यगुष्णं जलं तयोः तैलतापनदाम्बूलं तदा तुलवदीं पडीं नित्याशनं च मिष्टान्नं दुग्धखण्डं तथैव च दापयन्तं वसन्तेजमधुमालां सुगन्धिकाम् अन्यानि यानि भोग्यानि कृत्यानि विविधानि च उष्णे चावीजयेत् सोऽपि नित्यं च पितरावपि ततस्तयोः प्रचर्यां च कृत्वा भुङ्क्तेऽथ सर्वदा श्रमस्य वारणं कुर्यात् सन्तापस्य तथैव च येभिः पुण्यस्थितो विष्णुस्तस्य गेहोदरे चिरम् अन्तरिक्षे च क्रीडन्त माधारस्तम्भवर्जिते तस्यापि भवने नित्यं स्थितं त्रिभुवनेश्वरम् विप्ररूपधरं कान्तं नान्यैर्भूतं च सत्परं तेजोमयं महासत्त्वं शोभयं तं च मन्दिरं दृष्ट्वा विस्मयमापन्नो विप्रप्रोवाच मोककं विप्र उवाच आसन्नं च ममागच्छ त्वयैवेच्छामि शाश्वतम् इदं मे सर्वलोकानां तत्त्वदो वक्तुमर्हसि मूक उवाच पित्रोरर्च्यां करोम्यद्य कथमायामि तेन्दिकम् अर्चयित्वा तु पितरौ कृत्यं ते करवाणि वै तिष्ठमे द्वारदेशे च आदित्यं ते करोम्यहम् इत्युक्ते चैव चाण्डाले चुकोबब्राह्मणस्तदा ब्राह्मणं मां परित्यज्य किं कार्यमधिकं तव मूक उवाच किं कुप्यसि वृथा विप्र न बकोऽहं तवाधुना कोपसिद्ध्यदि ते तावत् भगे नान्यत्र किञ्चन गगने स्नानशाडिदे न शुष्यदि न तिष्ठति वचनं खात्तत श्रुत्वा मद्गृहं चाग्रदो भवान् तिष्ठ वदिष्यामि नो चेत् गच्छ पतिव्रतां तां च दृष्ट्वा द्विजश्रेष्ठं दयितं ते भविष्यति ततस्तस्य गृहाद्विष्णुर्द्विजरूपधरो विभुः विनिसृत्य द्विजं प्राहगेहं तस्या प्रयाम्यहं स विमृश्य द्विजश्रेष्ठस्तेन सार्धं चचालः गच्छं तं तमुवाचेदं हरिं विप्रेदि विस्मितः कीर्तं च त्वया विप्र चाण्डालस्य गृहोदरे सदा संस्थीयते तदयोषा जनहृदे मुदा हरिरुवाच इदानीं मानसं शुद्धं न भूतं भवदो ध्रुवम् पतिव्रतादिकं दृष्ट्वा पश्चाज्ञास्यसि मां किल विप्र उवाच पतिव्रता च का ताद किं वा तस्याश्रुतं महद येनाहं तत्र गच्छामि कारणं वद मे द्विज हरिरुवाच नदीनां जाह्नवी श्रेष्ठा प्रमदानां पतिव्रता मनुष्याणां प्रजापालो देवानां च जनार्दनः पतिव्रता च या नारी पत्युं नित्यं हिदे रता कुलद्वयस्य पुरुषानुद्धरेत् सा शतं शतम् स्वर्गं भुनक्ति तावच्च यावदा भूतसंप्लवं स्वर्गभ्रष्टो भवेद्वा स्यात् सर्वभौमो नृपः पतिः अस्यैव महिषी भूत्वा सुखं विन्देदनन्तरं पुनः पुनः स्वर्गराज्यं तस्य तस्या न संशयः एवं जन्मशतं प्राप्य अन्धे मोक्षो भवेद्ध्रुवं विप्र उवाच पतिव्रता भवेत् का वा तस्या किं वाच लक्षणं ब्रूहि मे द्विजशार्दूल यथा जानामि तत्त्वदः हरिरुवाच पुत्राश्चदगुणं स्नेहाद्राजानं च भयादध आराधयेत् पदीं शौरिं या पश्येत् सा पतिव्रता कार्ये दासीरदौ वेश्या भोजने जननी समा विपत्सु मन्त्रिणी भर्तुः साजभार्या पतिव्रता भर्तुराज्ञां न लङ्घेद्या मनोवाकाय कर्मभिः भुक्ते पत्यौ सदा चाति साजभार्या पतिव्रता यस्यां यस्यां तु शय्यायां पतिस्वपिति यत्नतः तत्र तत्र च सा भर्तुरार्च्यां करोति नित्यशः नैव मत्सरमायादि न कार्पण्यं न मानिनि माने माने समानं च या पश्येत् सा पतिव्रता सुवेषं या नरं दृष्ट्वा भ्रातरं पितरं सुदं मन्यते च परं साध्वी सा च भार्या प्रतिव्रता तां गच्छद्विजशार्दूल वद कामं यथा तव तस्य पत्न्योष्टतिष्ठन्ति तन्मध्ये वरवर्णिनी रूपयौवनसम्पन्ना दयायुक्ता यशस्विनी शुभानामेदि विख्याता गत्वा तां पृच्छदे हितम् एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत तस्यैवादृश्यतां दृष्ट्वा विस्मितो भूद्विजस्तदा स च साध्वी गृहं गत्वा पप्रच्छाद पतिव्रताम् अतिथेर्वचनं श्रुत्वा गृहान् निःसृत्य सम्भ्रमाद दृष्ट्वा द्विजं सदि तत्र द्वारदेशे स्थिता भवद तां च दृष्ट्वा द्विजश्रेष्ठ उवाच वचनं मुदा प्रियं मम हितं ब्रूहि यथा दृष्टं त्वमेव हि पतिव्रतोवाच सम्प्रदं पत्युरर्चास्ति न चास्माकं स्वतन्त्रता पश्चात् कार्यं करिष्यामि गृहाणातिथ्यमध्य वै विप्र उवाच मम देहे क्षुधा नास्ति पिपासाद्य न च श्रमः अभीष्टं वद कल्याणी नो चेच्छापं ददामि ते तमुवाच तदा सापि न बकोहं द्विजोत्तम गच्छद्धर्मतुलाधारं पृच्छतं ते हिदं द्विज इत्युक्त्वा सा महाभागा प्रययौ च गृहोदरं तत्र पश्यद्विजो विप्रं यथा चाण्डालवेश्मनि विमृश्य विस्मयापन्नस्तेन सार्धं ययौ द्विजः तिष्ठन्तं च द्विजं तं च सोपश्यदृष्टमानसं स चोवाजमुदा विप्रं दृष्ट्वा तं तां सतीं च सः दशान्तरे जयद्वृत्तं तया च कथितं किल कथं जानाति मद्वृत्तं चाण्डाह्लोऽपि पतिव्रता अधो मे विस्मयस्ताद किमाश्चर्यं परं महद हरि उवाच ज्ञायते कारणं ताद सर्वेषां भूतभावनैः अधिपुण्याचदाचार्याद् यतस्त्वं विस्मयं गतः किमुक्तश्च तया त्वं च वद तत्साम्प्रतं मुने विप्र उवाच प्रष्टुं धर्मतुलाधारं सा च मां समुपादिशद हरिरुवाच आगच्छ मुनिशार्दूल अहं गच्छामि तं प्रति गच्छ तं च हरिं प्राह तुलाधार क्व तिष्ठति हरिरुवाच जनानां निकरो यत्र बहुद्रव्यसुविक्रये विक्रीणादिजक्रीणादि तुलाधारस्ततस्ततः जनो यवान्रसं स्नेहं कूडमन्यस्य सञ्चयं सर्वं तस्य मुखादेव गृह्णादि च ददात्यपि सत्यं त्यक्त्वा नृतं किञ्चित् प्राणान्ते समुपस्थिते नोक्तं नरवरश्रेष्ठस्तेन धर्म तुलाधरः इत्युक्ते तु तमद्राक्षीद्विक्रीणन्तं रसान् बहून् मलपङ्कधरं मर्त्यं दन्तकुट्मलपङ्किलं तत्र वस्तु धनोद्धां च भाषं तं विविधां गिरं वृतं बहुविधैर्मर्त्यै स्त्रीभिः पुंभिश्च सर्वदः कथं कथमिति प्राकसदं मधुरया गिरा धर्मस्य मे समुद्देशं वद प्राप्तोऽन्तिकं हिते तुलाधार उवाच यावज्जना प्रतिष्ठन्ति ममैव सन्निधौ द्विज तावन्मे स्वस्थता नास्ति यावच्च रात्रियामकः तच्चोपदेशमादाय गच्छ धर्माकरं प्रति बकस्य मरणे दोषं खेज वस्त्रा विशोषणं सर्वं तत्र जानीषे सज्जनाद्रोहकं व्रज तत्र तस्योपदेशेन तव कामः फलिष्यति इत्युक्त्वा तुलाधारकरोति क्रयविक्रयौ तथा तात गमिष्यामि सज्जनाद्रोहकं प्रति तुलाधारसमुद्देशान् न जानामि तदा लयं हरिरुवाच ये ह्यागच्छ गमिष्यामि त्वया सार्धं च तद्गृहम् अधवर्त्मनि गच्छं तमुवाच ब्राह्मणो हरिं विप्र उवाच तुलाधारे च न स्नानं न देवपितुतर्पणम् मलदिग्धं च गात्रं तु सर्वं चेलमलक्षणं कथं जानाति मद्वृत्तं देशान्तरसमुद्भवम् अधो मे विस्मयस्ताद सर्वं त्वं वद कारणं हरिरुवाच सत्येन समभावेन जितं तेन जगत्त्रयम् तेनातृप्यन्तपितरो देवा मुनिगणैः सह भूतभव्यप्रवृत्तं च तेन जानाति धार्मिकः नास्ति सत्यात्परो धर्मो नानृतात् पादकं परम् विशेषे समभावस्य पुरुषस्यानकस्य च अरौ मित्रेऽप्युदासीने मनो यस्य समं व्रजेद सर्वपापक्षयस्तस्य विष्णो सायुज्यतां व्रजेद एवं यो वर्तते नित्यं कुलकोटिं समुद्धरेद सत्यं दमश्शमश्चैव धैर्यं स्थैर्यमलोभदा अनाश्चर्यमनालस्यं तस्मिन् सर्वं प्रतिष्ठितं तेन वै देवलोकस्य नरलोकस्य सर्वशः वृत्तं जानाति धर्मज्ञस्तस्य देहे स्थितो हरिः लोके तस्य समो नास्ति समसत्यार्जवेषु च स च धर्ममयत् साक्षात् तेनैव धारितं जगद द्विज उवाच ज्ञातं मे त्वत्प्रसादा च तुलाधारस्य कारणम् अद्रोहकस्य यद्वृत्तं तद्ब्रूहि त्वं यदीच्छसि हरिरुवाच पुरैव राजपुत्रस्य कुलस्त्री नवयौवना पत्नीव कामदेवस्य शचीव वासवस्य च तस्य प्राणसमभार्या सुन्दरी नाम सुन्दरी अकस्मात् पार्थिवस्यैव कार्ये गन्तुं समुद्यतः मनसालोचितं तेन प्राणेभ्योऽपि गरीयसीं कस्मिन् स्थाने स्थापयामि यदो रक्षा भवेद्ध्रुवम् इत्यालोच्यैव सहसा त्वागत्योऽस्य गृहं प्रति उक्तं च तादृशं वाक्यं श्रुत्वा स विस्मयं गदः न तादस्ते न च भ्राता न चाहं तव बान्धवः पितृमातृकुलस्यैव तस्या न हि सुहृज्जनः कथं च मद्गृहे तादस्थित्या स्वस्थो भविष्यसि यदस्मिन्नन्तरे तेन चोक्तं वाक्यं यथोचितं लोके त्वत्सदृशो नास्ति धर्मज्ञो विजितेन्द्रियः स चाप तं च सर्वज्ञं वक्तुं नार्हसि दूषणं त्रैलोक्यमोहिनीं भार्यां कः पुमान् रक्षितुं क्षमः राजपुत्र उवाच धरण्यां परिविज्ञाय त्वागतोऽहं तवान्दिकं येषा तिष्ठतु ते कार्ये व्रजामि निजमन्दिरम् इत्युक्ते स पुनः प्राह नगरेऽस्मिन् प्रशोभने बहुकामुकसम्पूर्णे कथं रक्षा भवेस्त्रियाः स चोवाच पुनस्थं च कुरु रक्षां व्रजाम्यहं गृहस्थः सङ्कटादाः धर्मस्य राजपुत्रकं करोम्यनुचितं कार्यं स्वदास्यमुचितं हितं सदा चेवेदृशी भार्यास्तादव्या मद्गृहे पितः अरक्षारक्षणे देव वदाभीष्टं कुरु प्रियं मम तल्पे मया सार्धं शयानं भार्यया सह मन्यसे दैवतं स्वं चेत् तिष्ठेन्नो चेत्तु गच्छतु क्षणं विमृश्य तं प्राह राजपुत्र पुनस्तदा बाणमेतद्वचस्ताद यथेभीष्टं तथा कुरु ततो भार्यां जगदाध अस्य वाक्याच्छिवा शिवम् कर्तव्यं च न ते दोष आज्ञया मम सुन्दरि यदुक्त्वा गतसोऽपि भूपते शासनात् पितुः अनन्तरं क्षपायां च यदुक्तं च तथा कृतं योषितोर्मध्यगस्सोऽपि नित्यं स्वपिति धार्मिकः धर्मान्न चलदे सोऽपि स्वभार्या परभार्ययोः संस्पृशा स्वस्त्रियश्चास्य कामाभिलषितं मनः तस्या संसर्गतश्चैव दुःखितैव प्रमन्यते स्तनौ तस्यास्तु पृष्ठे च लगन्तौ च पुनः पुनः बालकस्यैव पुत्रस्य स्तनौ मा दुःसमन्यते तस्या अङ्गानि चाङ्गेषु लगन्ति च पुनः पुनः तदो मादुःसुतस्यैव सोमन्यत दिने दिने तस्य योषा सुसंसर्गो निवृत्तस्त्वभवत्तदः एवं संवत्सरस्यार्धे तत्पदिश्चागतः पुरम् अपृच्छत्तं च लोकेषु तस्या वृत्तमधोदितम् केचिद्भद्रं बोधयन्तो युवानोऽपि सुविस्मिताः केचिदाहुस्त्वया दत्ता तया सार्धं स्वपित्यसौ स्त्रीपुंसोरेकसंसर्गाच्छां तदा तु कथं भवेद् तस्यां यस्याभिलाषोऽस्ति न पृष्टः स वदेद्युवा लोकानां कुश्रुतिर्वार्ता तेन पुण्यबलाश्रुता जनापवादमोक्षार्थं बुद्धिस्तस्या भवच्छुभा दारूणि स्वयमाहृत्य जिज्वलत्स महानलं यतस्मिन्नन्तरे तादराजपुत्रः प्रतापवान् आगमत्तद्गृहं सद्यः सोपश्यत्तं च योषितं प्रोद्भुल्लवदनां नारीं प्रवेशादगतं नरम् अनयोर्मनसं ज्ञात्वा राजपुत्रो वदध्वजः किं न सम्भाष्यसे मां च मित्रकं चिरमागतम् अब्रवीत् सोऽपि धर्मात्मा राजपुत्रमनष्टधीः यत्कृतं दुष्करं कर्म मया त्वद्धितकारणात् सर्वं व्यर्थमहं मन्ये जनानां च प्रवाददः अद्य वह्निमहं यास्ये प्रपश्यन्तु नरासुराः इत्युक्त्वा स महाभागप्रविवेशहुदाशनं विशतस्तस्य वह्नौ न कुसुमं चिकुरालये नाङ्गमस्या न लोधाक्षीन्न च वस्त्रं न कुन्दलं खेज देवामुदा सर्वे साधुसाध्विदिता ब्रुवन् अपतन् पुष्पवर्षाणि तस्य मूर्ध्नि समन्तदः यैर्यैश्च दुष्कृतं वाक्यं गदितं तावुभौ प्रति तेषां मुखे प्रजायन्ते कुष्ठानि विविधानि च तत्रागत्य च देवाश्च वह्नेराकृष्यदं मुदा अपूजयन् सुपुष्पैश्च मुनयो विस्मयं गताः सर्वै मुनिवरैरेवं मनुष्यैर्विविधैस्तदा अर्च्यते दुमहातेजास्तज सर्वानपूजयद सज्जनद्रोहकं नाम कृतं देवासुरैर्नृभिः तस्य पादरजपूदा सस्यपूर्णाधरा भवद सुराश्चाहुश्च तं तत्र भार्या ते सम्प्रगृह्यतां यदस्य सदृशो लोके न भूतो न भविष्यति नास्तीति साम्प्रतं पृथ्व्यां कामलोभाजितः पुमान् देवासुरमनुष्याणां रक्षसां मृगपक्षिणां कीडादीनां च सर्वेषां काम एष सुदुर्जयः कामाल्लोभास्तथा क्रोधान्नित्यं सत्त्वेषु जायते संसारबन्धकःकामो ह्यकामो न क्वचिद्भवेद् अनेनैव जिदं सर्वं भुवनानि च दुर्दश अमुष्य हृदये नित्यं वासु देवो मुदास्थितः एवं स्पृष्ट्वाथ दृष्ट्वा तं मनुष्याः सर्वकल्मषाद पूयन्ते ह्यनकाश्चैव लम्भन्ते चाक्षयां दिवम् एवमुक्त्वा गदा देवाभिमानैश्च दिवं मुदा मनुष्या प्रययुस्तुष्टा दम्पती स्वगृहं तथा दिव्यं चक्षुस्तदा तस्य चासीद्देवान् सपश्यति त्रैलोक्यस्य च वार्तां च जानाति लीलया भृशं ततस्तस्य च वीध्यां च दृष्टस्तेन सहैव सह सपप्रच्छमुदातं च धर्मोद्देश्यं हितं वद सज्जनाद्रोह उवाच गच्छ बाणवधर्मज्ञ वैष्णवं पुरुषोत्तमं तं च दृष्ट्वा त्वभीष्टं ते साम्प्रतं च भविष्यति भगस्य निधनं यद्वा वस्त्रस्य शोषणं तथा जानीषे चापरो यश्च कामस्तेऽस्ति हृदि स्थितः यदच्छ्रुत्वादु वचनमागतो वैष्णवं प्रति विष्णुरूपद्विजेनैव सार्धं तेन मुदाययौ अपश्यत्पुरुषं शुद्धं ज्वलन्तं च पुरस्थितं सर्वलक्षणसम्पूर्णं दीप्यमानं स्वतेजसा अब्रवीत् स च धर्मात्मा ध्यानस्थं च हरे प्रियं वदनो यद्यद्वृत्तं वै दुरात्वां चागदो ह्यहं वैष्णव उवाच प्रसन्नस्ते सुरश्रेष्ठो दानवारीश्वरः सदा दृष्ट्वा त्वां च मनोऽस्माकं हृष्यति वाधुना द्विज कल्याणं चादुलं तेद्य भलिष्यति मनोरथः सुरवर्त्मनि ते नित्यं चेलं शुष्यति नान्यथा दृष्ट्वा देवं सुरश्रेष्ठं मम गेहे हरिं स्थितम् इत्युक्ते वैष्णवेनाद सदुतं पुनः ब्रवीद क्वासौ विष्णुस्थितो नित्यं दर्शयाद्यप्रसादतः वैष्णव उवाच अस्मिन् देवगृहे रम्ये प्रविश्य परमेश्वरम् तं दृष्ट्वा किल्बिषाद्धोरान्मुच्यसे जन्मबन्धनाद् तस्य तद्वचनं श्रुत्वा प्रविश्य सदनं प्रति अपश्यत्तं द्विजं विष्णुं तिष्ठं तं पद्मतल्पके शिरसैव प्रवन्द्याध जग्राहचरणौ मुदा प्रसादी भव देवेश न ज्ञातस्त्वं पुरा मया इहामुत्र च देवेश तवाहं किङ्करप्रभो अनुग्रहश्च मे दृष्टो भवदो मधुसूदन रूपं ते द्रष्टुमिच्छामि यदि चास्ति कृपामयि विष्णुरुवाच अस्ति मे त्वयि भूदेवप्रियत्वं च सदैव हि स्नेहात् पुण्यवदामेव दर्शनं कारितं मया दर्शनात् स्पर्शनात् ध्यानात् कीर्तनात् भाषणात् तथा सकृत् पुण्यवदामेव स्वर्गं चाक्षयमश्नुदे नित्यमेव दुःसंसर्गात् सर्वपापक्षयो भवेद् भुक्त्वा सुखमनन्त च मद्देहे प्रविलीयते स्नात्वा च पुण्यतीर्थेषु दृष्ट्वा मां चैव सर्वतः दृष्ट्वा पुण्यवदां देशान् मम देहे विलीयते कथयित्वा कथां पुण्यां लोकानामग्रदः सदा स चैव नरशार्दूलमद्देहे प्रविलीयते उपोष्य वासरेऽस्माकं श्रुत्वा मच्चरितं ध्रुवम् रात्रौ जागरणं कृत्वा मद्देहे प्रविलीयते अत्यन्तकोशनो नृत्यगीतवाद्यादिकैः सदा नाम स्मरन् द्विजश्रेष्ठमद्देहे प्रविलीयते मद्भक्तस्तीर्थभूतश्च त्वमेव भगमारणाद यत्पापं तस्य मोक्षाय सखे स्थित्वा उवाचः गच्छ मूकं महात्मानं तीर्थं पुण्यवतां वरं मूकस्य दर्शनात्ताद सर्वे दृष्टा महाजनाः तेषां च दर्शनादेव तथा सम्भाषणान् मम सम्पर्कभाव च मद्गृहं चागदो भवान् जन्मकोटिसहस्रेभ्यो यस्य पापक्षयो भवेद् स मां पश्यति धर्मज्ञो यथा तेन प्रसन्नता ममैवानुग्रहाद्वत् स अहं दृष्टस्त्वया नः तस्माद्वरं गृहाणत्वं यत्ते मनसि वर्तते विप्र उवाच अस्माकं सर्वदानाद मानसं त्वयि तिष्ठतु त्वहृदे सर्वलोकेश कदाचिन्नदु रोचताम् माधव उवाच यस्मादेतादृशी बुद्धिस्फुरदे ते सदा नख तस्मान् मत्सदृशान् भोगान् मद्गेहे सम्प्रलप्स्यसे किन्तु ते पितरौ पूजा माप्नुतो न त्वया नख पूजयित्वा दुपितरौ पश्चाद्यास्यसि मत्तनुम् तयोर्निःश्वासवादेन मन्युना च भृशं पुनः तपः क्षरदि ते नित्यं तस्मात् पूजयतौ द्विज मन्युर्निपतदे यस्मिन् पुत्रे पित्रोश्च नित्यशः तन्निरयं नाबाधेकं न धाता न च शङ्करः तस्मात् त्वं पितरौ गच्छ कुरु पूजां प्रयत्नतः ततस्त्वं हृदयोरेव प्रसादान् मत्पदं प्रजा इत्युक्ते दुद्विजश्रेष्ठ पुनराह जगद्गुरुं प्रसन्नो यदि मे नाथरूपं स्वं दर्शयाच्युत ततो द्विजप्रणयद प्रसन्नहृदयो वशी रूपं स्वं दर्शयामास ब्रह्मण्यो ब्रह्मकर्मणे शङ्खचक्रगदापद्मधारणं पुरुषोत्तमं कारणं सर्वलोकस्य तेजसा पूरयज्जगत् प्रणम्य दण्डवद्विप्र उवाच पुनरच्युतम् अद्य मे सफलं जन्म अद्य मे चक्षुषी शिवे अद्य मे च करश्राख्यौ धन्योऽहं जगदीश्वर अद्य मे पुरुषायान्ति ब्रह्मलोकं सनातनम् नदन्ति बान्धवामेद्य त्वत्प्रसादा जनार्दन इदानीं च प्रसिद्धा मे सर्वे चैव मनोरथाः किन्तु मे विस्मयो नाथमूकादिज्ञानिनो भृशं कथं जानन्ति मद्वृत्तं देशान्तरमुपस्थितं तस्य गेहोदराकाशे स्थितो विप्रो दिशोभनः तथा पतिव्रता गेहे तुलाधारशिरस्यपि तथा मित्राद्रोहकस्य त्वं च वैष्णवमन्दिरे अनुग्रह च मे विप्रतत्वदो वक्तुमर्हसि श्रीभगवानुवाच पित्रोर्भक्तः सदा मूगः पतिव्रता शुभा च सा सत्यवादी तुलाधारः समः सर्वजनेषु च लोभकामचिदद्रोहो मद्भक्तो वैष्णवस्मृतः सम्प्रीतोऽहं गुणैरेषां तिष्ठम्यावसधे मुदा भारतीकमलाभ्यां च सहितो द्विजसत्तम विप्र उवाच महापादगिसंसर्गान् नराश्चैवादिपादकाः इति जल्पन्ति धर्मज्ञा स्मृतिशास्त्रेषु सर्वदा पुराणागमवेदेषु कथं त्वं तिष्ठसे गृहे श्रीभगवानुवाच कल्याणानां च सर्वेषां कर्ता मोको जगत्त्रये वृत्तस्थो योऽपि चाण्डालस्थं देवाब्राह्मणं विदुः मोकस्य सदृशो नास्ति लोकेषु पुण्यकर्मदः पित्रोर्भक्तिपरे नित्यं जितं तेन जगत्त्रयम् तयोर्भक्त्या त्वकं तुष्टः सर्वदेवगणैः सह तिष्ठामि द्विजरूपेण तस्य गेहोदरे चखे तथा पतिव्रता गेहे तुलाधारस्य मन्दिरे अद्रोहकस्य भवने वैष्णवस्य च वेश्मनि सदा तिष्ठामि धर्मज्ञमुहूर्तं न त्यजाम्यहं तेन पश्यन्ति मां नित्यं ये त्वन्ये पापकृज्जनाः पुण्यत्वाच्च त्वया दृष्टो मामनुग्रहकारणात् पित्रोर्भक्ति परशुद्धश्चाण्डालो देवतां गतः तस्मात्तेन सह प्रीत्या तिष्ठामि तस्य मन्दिरे पुनः पुनः कथालापं करोमि द्विजनन्दन तस्य वै मानसे नित्यं वर्ते हदभावनः स तज्जानाति त्वद्वृत्तं तथा पतिव्रतादयः तेषां वृत्तं वदिष्यामि शृणु त्वं चानुपूर्वशः यच्छ्रुत्वा सर्वथा मर्त्यो मुच्यते जन्मबन्धनात् पितुर्माधुपरं तीर्थं देवदेवेषु नैव हि पित्रोरर्च्या कृता येन स एव पुरुषोत्तमः पित्रोराज्ञा च देवस्य गुरोराज्ञा समं फलम् आराधनाद्दिवो राज्यं बाधया रौरवं व्रजेद स चास्माकं हृदितोऽपि तस्याहं हृदये स्थितः आवयोरन्तरं नास्ति परत्रेह च मत्समः मदग्रे मत्पुरे रम्ये सर्वैश्च बान्धवैः सह स भुञ्जीताक्षयम् भोगमन्दे मयि च लीयते अत एव हि मूकोऽसौ वार्तां त्रैलोक्यसम्भवां जानादि नरशार्दूल एष ते विस्मय कुतः द्विज उवाच मोहात्तज्ज्ञानदो वापि न कृत्वा पितुरर्चनं ज्ञात्वा वा किं च कर्तव्यं सद सज्जगदीश्वर। श्रीभगवानुवाच विनयिकं मासपक्षौ वा पक्षार्थं वाधवत्सरं पित्रोर्भक्तिकृता येन स च गच्छेन्ममालयं कारयित्वा मनःकष्टमवश्यं नरकं व्रजेद न कृता वा कृता वा स्यात् पित्रोरर्चा परं पुरा। वृषोत्सर्गं नर कृत्वा पितृभक्तिफलं लभेद अन्नं वस्त्रं तथा गव्यं सामिश्रं च निरामिषं सर्वं लक्षगुणं प्रोक्तं ज्ञादिभ्यो यत् प्रदीयते सर्वस्वेन कृतं श्राद्धं येन पुत्रेण धीमता। जातिस्मरत्वं प्राप्नोति पितृभक्तिफलं लभेद श्राद्धात् परो महायज्ञस्त्रैलोक्ये तु न विद्यते। अत्र यद्दीयते किञ्चित् सर्वं चाक्षयमश्नुते अन्यस्मिंश्चायुतं विद्धि ज्ञादिभ्यो लक्षमुच्यते। पिण्डे कोटिगुणं प्रोक्तं द्विजायानन्दमुच्यते गङ्गाजले गयायां च प्रयागे पुष्करे तथा वाराणस्यां सिद्धकुण्डे गङ्गासागरसङ्गमे अन्नपिण्डं प्रदद्याद्यस्तस्य मुक्तिर्भवेद्ध्रुवं पितरश्चाक्षयं स्वर्गं लभन्ते जन्मनफलं भागीरथ्यं विशेषेण यस्तु दद्यात्तिलोदकं मुक्तिमार्गं स चाप्नोति पिण्डदाने तु किं पुनः नदीतीरेषु सहस्रं नदे त्वयुदमिष्यते। सामान्यफलसंसर्गाच्छ्राद्धं शतगुणं भवेद अमायां च युगाद्यायां ग्रहणे सूर्यचन्द्रयोः पार्वणं कुरुते यस्तु सोक्षयं लोकमश्नुते पितरस्तस्य तुष्यन्ति सर्वे समायुधं प्रति आशिषं दयितं दत्त्वा भोग्यं चानन्दमात्मजे। ततः पर्वणि पुत्रैश्च कर्तव्यं पार्वणं मुदा पित्रोर्यज्ञमिमं कृत्वा मुच्यते जन्म बन्धनाद् अहन्यहनि यच्छ्राद्धं नित्यश्राद्धमिति स्मृतं श्रद्धया कारयेद्यस्तु सोक्षयं लोकमश्नुते तथैवापरपक्षे च काम्यश्राद्धं विधानतः कृत्वा कामं स चाप्नोति यद्वा मनसि वर्तते आषाढीमवधिं कृत्वा यस्तु पक्षस्तु पञ्चमः तत्र श्राद्धं प्रकुर्वीदकन्यां गच्छतु वा न वा कन्यां गदे सवितरि यान्यहानि तु षोडश क्रदुभिस्तानि तुल्यानि समाप्तवरदक्षिणैः काम्यश्राद्धमहापुण्यमिदं तस्यागतं शिवम्। अभावात् कृष्णपक्षादौ तुलायां कर्तुमर्हति अमा वृच्छिकमायादि नैराश्यं पितरो गताः पुनः स्वभवनं यान्ति शापं दत्त्वा सुदारुणं पितृशापेन पुत्रस्य नष्टं सर्वमिति स्मृतं धनं पुत्रा यश काम्यमभीष्टमायुरेव च सर्वाण्येतानि लभ्यन्ते जन्मजन्मसु मानवैः पितॄणां च वरेणैव तस्मान्मैनं परित्यजेद विवाहव्रतयज्ञादौ कृत्वा नान्दीमुखं द्विजः अक्षयं लभते पुण्यं गोत्रं तस्य प्रवर्धते येदद्विपर्ययो यस्य स यादि नरकं नरः कुलक्षयो भवेत् तस्य स जीवो दुःखितो भवेद् ततस्तु पूजयेदग्रे गणेशं शम्भुनन्दनं परं षोडशमाधृश्च तत्पश्चात् पितृसञ्चयं नान्दीमुखेषु सर्वेषु प्रपितामहपूर्वकम् नान्दीमुखे द्विजान् सर्वान् स्थापयेत् प्राङ्मुखान् सुधीः उच्चारयेन्नमो वाक्यं स्वथा चान्यत्र योजयेद् ग्रहणे चन्द्रसूर्यस्य दत्त्वा पिण्डोदकं नरः अक्षयं लभते स्वर्गं पितॄणां पुष्टिवर्धनम् तत्र स्नानं न कुर्याद्यशक्रिया पिण्डोदकं नरः न ददातिपितॄणां तु चाण्डालत्वं स गच्छति सर्वं भूमिसमं दानं सर्वे व्याससमाद्विजाः सर्वं गङ्गासमं तोयं राहुग्रस्ते निशाकरे इन्दोर्लक्षगुणं प्रोक्तं दशलक्षं तु भास्करे गङ्गातोये दुःसम्प्राप्त इन्धो कोडी रवेर्दश गवां शतसहस्रस्य सम्यक् दत्तस्य यद्फलं तद्फलं जाह्नवीस्नाने राहुग्रस्ते निशाकरे चन्द्रसूर्यग्रहे चैव अवगाहदि जाह्नवीं स स्नातः सर्वतीर्थेषु किमर्थमडदे मखीं सूर्यग्रहसूर्यवारे सोमे सोमग्रहस्तथा चूडामणिरिदिख्यातस्तत्रानन्दफलं स्मृतम् समुपोष्यतयो पूर्वे पुण्यतीर्थे तु यः पुमान् दत्त्वा पिण्डोदकं दानं सत्यलोके प्रतिष्ठितः द्विज उवाच पितुरेव महायज्ञश्राद्धं च भवदेहितं तदा पश्चिमकालादौ किं कर्तव्यं सुतेन हि किं कृत्वा चपरं श्रेयो जन्मजन्मसु लभ्यते पुत्रेण धीमदा देव यत्नदो वक्तुमर्हसि श्रीभगवानुवाच पूर्वे वयसि सम्प्राप्ते पिता पुत्र इति स्मृतः उत्तरे च सुदस्तादः पालनान्नदु पूजनाद देववत्पूजयेत्तादं स्नेहं कुर्याच्च पुत्रवद न लङ्घयेद्वचस्तस्य मनसापि कदाचन आदुरस्य पितुः पुत्रो यस्तु कुर्यात् प्रतिक्रियां सोक्षयं लभते स्वर्गं सदा देवै प्रपूज्यते मुमूर्षोरपि तातस्य पश्यतो मृत्युलक्षणं कृत्वा च यजनं पुत्रो देवानां तुल्यतां व्रजेत् विधिनाशनेनैव पितुः स्वर्गं ददाति यः पुत्रस्य तस्य धीरस्य शृणु वक्ष्यामि यद्गुणम् अश्वमेधसहस्राणि राजसूयशतानि च देवेदनशने पुण्यं तीर्थकोटिगुणं तयोः भागीरथ्याजले चैव यो मृतः पुरुषोत्तमः पयोधररसं माधुर्न पिबेन्मुक्ततां व्रजेद वाराणस्यां त्यजेद्यस्तु प्राणांश्चैव यदृच्छया अभीष्टं च फलं भुक्त्वा मद्देहे प्रविलीयते या गतिर्योगयुक्तानां मुनीनां मूर्ध्वरेतसां सा गतिस्त्यजतः प्राणान् ब्रह्मपुत्रेषु सप्तसु लोहितस्य विशेषेण तीरोत्तरसमाश्रितः विधिना यस्त्यजेत् प्राणान् स च मत्समतां व्रजेत् तस्यैव चोर्वशीकेशे पुण्यतीर्थे द्विजोत्तम मृदोत्पन्नः समाप्नोति सर्वं दोषैर्न लिप्यते गृहस्याभ्यन्तरे यस्य प्राणत्यागो भवेद्ध्रुवं यावद्ग्रन्थिर्गृहे तिष्ठे तावद्बन्धो भवेतनौ हायने हायने चापि एकैकं परिहीयते पश्यतां पुत्रबन्धूनां बन्धने नास्ति निष्कृतिः पर्वते कानने दुर्गे स्थाने वा जलवर्जिते मृदो दुर्गतिमाप्नोति क्रीडादौ जायते पुनः संस्काराश्च भवेद्यस्य मृतस्य परवासरे षष्टिर्वर्षसहस्राणि कुम्भिपाके प्रतिष्ठति अस्य स्पृशस्पर्शनादेव उच्छिष्टपतितो मृदः सुचिरं नरके स्थित्वा म्लेच्छजातिषु जायते तथैव बहुकीडेषु जायते सत्त्वजादिषु तस्मान्न चिरकालेषु जानीयात् पुण्यपादकम् पुण्यात् पुण्यप्रयोगैश्च सर्वेषां मर्त्यवासिनां मरणे या गतिपुंसां गतिर्भवति तादृशी पुण्यतीर्थे मृदो यस्तु विष्णोर्नामानि चिन्तयन् पापात् भूतो व्रजेत् स्वर्गं सर्वदोषैर्न लिप्यते पितुर्मृदस्य देहं तु वहेद्यस्तु सुदो बली पदे पदेष्वमेधस्य फलं प्राप्नोत्यसंशयम् प्राक्चितौ च पितुर्देहे मुखाग्निं कारयेत् सुदः विधिना मन्त्रभूतेन पश्चाद्देहं दहेत् पुनः लोभमोहसमायुक्तं पापपुण्यसमावृतं दहेयं सर्वगात्राणि दिव्यान् लोकान् स गच्छतु दग्ध्वा च लङ्घयेत्पुत्रोऽप्यस्थिसञ्चयनं प्रति दशाहे समनुप्राप्ते चार्द्रवस्त्रं परित्यजेत् चित्त्वा च लोहितं जलं वह्नौ चाध जले क्षिपेद ततश्चैका दशाहे च श्राद्धं कुर्याद्विचक्षणः प्रेतस्य देहपुष्ट्यर्थं ब्राह्मणैकं तु भोजयेद् दानं दद्यात् च विधिवद्वस्त्रं पीठं च पादुकां सर्वोपकरणैस्तुल्यं धरादिगजवाजिकं कृष्णां गाञ्जप्रदद्यात्तु सर्वपापविमुक्तये चतुर्थाहे त्रिपक्षे दशन्मासे चाब्दिके तथा द्वादश प्रतिमास्यानि श्राद्धान्ये तानि षोडश यस्यैतानि न सन्दीह यथा शक्ति च श्रद्धया पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि अब्दमम्बुकडं दद्यादन्नं चामिषसंयुधं नित्यानित्यमभावाचक्षपन्मांसं क्षपामयेद स पिण्डीकरणश्राद्धं गदे संवत्सरे बुधः पार्वणस्य विधानेन कारयेद्विजसत्तमः पितुरब्धमशौचं स्यान्माधुषण्मासमेव च त्रिमासं तु स्त्रियश्चैव तदर्थं भ्रातृपुत्रयोः सपिण्डानामशौचं स्याद्यावद्गेहे स तिष्ठति पुत्रस्य यन्निषिद्धं तु शृणुताद वदाम्यहं ब्रह्मचारी सदाचारी न गच्छेच्च स्त्रियं क्वचिद् सप्तखट्या परं चैव नवखट्याश्च पूर्वतः स कालकुतपो ज्ञेय पितॄणां दत्तमक्षयम् श्राद्धे त्रीणि पवित्राणि दौहित्रं कुतपस्थिलाः त्रीणि चात्र प्रशंसन्ति सत्यं मक्रोधमत्वरां सायं सन्ध्यां परान्नं च पुनर्भोजनमैथुनं दानं प्रतिग्रहं चैव श्राद्धं कृत्वा विवर्जयेद् अकर्तव्यशतं कृत्वा श्राद्धं कुर्याद्विचक्षणः तच्च कर्तव्यतामेधि स्वयमुक्तं विरिञ्चिना शृणु पुत्रपुरावृत्तं बहूनां च वदाम्यहं गुरो गो हननं कृत्वा ददु श्राद्धं ययुर्दिवं तेषां च कीर्तनादेव श्राद्धं भवति चाक्षयं वसिष्ठस्य मुने शिष्या ब्राह्मणा सप्तसुव्रताः पितृश्राद्धे समायादे होमधेनुं गुरोः प्रियाम् प्रार्थयित्वा गृहं नीत्वा सप्तभिर्भ्रातृभिर्मुदा गव्यार्थं पितृयज्ञे तां धेनुं हत्वा विमृश्य च ददुर्मांसं च विप्रजशेषं विप्रांस्त्व भोजयन् समाप्य पितृकर्माणि वत्सं सङ्गृह्यते द्विजाः गुरौ समर्पयामासुर्धेनुर्व्याघ्रेण भक्षिता ततस्तपोर्बलादेव ज्ञात्वा तेषां च कारणं स शशाप ततशिष्यांश्चाण्डालाश्च भविष्यत वेपमानास्ततो विप्राकृताञ्जलिपुडा स्थिताः धेनोर्मां सम्प्रदातारः पितृकृत्ये सदानक अकर्तव्यसहस्राणि महान्ति पादकानि च कुर्वन्तः पितृकार्येषु पापात् पूतादिवं गदाः श्रुतं बहुविधं नादमुखात् तेज पुरातनं क्षन्तुमर्हसि धर्मज्ञ शापस्यान्दो विधीयतां वसिष्ठ उवाच शापो बोधयता पाप्मा न तु धर्मविचारणाद चाण्डालादौ समुत्पन्नाः पुरावृत्तं स्मरिष्यथ न च वो ज्ञानलोपश्च स्मृतिशास्त्रमनष्ठकं पापयोनिं समुत्तीर्य पश्चान्मोक्षं गमिष्यथ ततः प्राणान् परित्यज्य गुरुशापात्तु ते द्विजाः जाताश्चाण्डालयोनौ तु सर्वे ज्ञानसमन्विताः स्तन्यं तैस्तु न पीतं वै स्मरद्भिः पूर्वजन्म तद मृता जाता मृगा सर्वे चक्रवाकाः पुनर्वने हंसास्तु मानसे तीर्थे शुक्ला जाता पुनर्द्विजाः मुमूर्षवो महाभागा मृदास्ते खेदकारणात् तस्मिन् काले महाराजो धर्मकेदुरिति स्मृतः ययौ स्नातुं ततस्तीर्थं सदा रसपरिच्छदः ततो कंसास्त्रयो मोहाद्राज्यं भोग्यं तु योषितः भक्ष्याणि चिन्तयं तश्च लोकान्तरमयुस्तदा ज्ञात्वा वेदं च वेदाङ्गं मोक्षं यास्यामहे वयम् चिन्तयन्तो गता अन्ये तदो लोकान्तरं प्रति अधत्रयो नृपा जाताश्चत्वारो विप्रसतमाः कुरुक्षेत्रे तदो वेदान् वेदाङ्गानि समन्तदः तपो बलाद्विदं दिस्म वर्तां चामुत्र चेह च त्रयो राजकुले जाता राजानो मदमोहिताः ज्ञानलोपात् परं लोकं न जानन्ति हिताहितं तेजविप्राश्च सन्देहादाहूय चेटकं स्वकं राज्ञो गच्छ स्वकार्पण्यात् पत्रं देहि च सम्भ्रमाद सप्तव्यधा दशार्णेषु मृगा कालञ्जरे गिरौ चक्रवाका शरद्वीपे हंसा सरसिमानसे तेऽपि जाधा कुरुक्षेत्रे ब्राह्मणा वेदपारगाः प्रस्थिता दूतमध्वानं यूयं किमवसीदथ गृहीत्वा चेटकोलेखं राज्ञस्तु समदर्शयत दृष्ट्वा केलं तु राजानो राज्यं त्यक्त्वा ययुर्द्विजान् श्रुत्वा वाक्यं ततस्तेषां गदास्ते च तपोधनाः अचिरेणैव कालेन मोक्षं याताश्च तैः सह य इदं शृण्वा श्रान्ते सप्तव्याधाधिकं द्विज अक्षयं चान्नपानं च पितॄणामुपतिष्ठति द्विज उवाच वित्तहीनस्य विप्रस्य पितृकार्यं कथं भवेद तपस्विनो वनस्थस्य गृहस्थस्य च केशव भगवानुवाच तृणकाष्ठार्जनं कृत्वा प्रार्थयित्वा वराटकं करोति पितृकार्याणि ततो लक्षगुणं भवेत् अकर्तव्यं शतं कृत्वा पितृश्राद्धं करोति यः सर्वपापक्षयस्तस्य स्वर्गं यादिजमानवः सर्वाभावे पितृतीर्थौ गोभ्यो कासं ददाति यः फलं च पिण्डदानस्य सम्प्राप्नोत्यधिकं नरः पुरा वैराडविषये रुरोदातीव दीनकः पितृतिथौ स्वयं प्राप्ते सर्वाभावाचरोदिति रुदित्वा सुजिरं सोऽपि पप्रच्छ कोविदं द्विजं ब्रह्मन् पितृतिथावद्य किं स्वीकृत्वा हितं भवेद् वराडकश्च मे नास्ति धनं ब्रह्मविदां वर उपदेशं च मे देहि येन धर्मे स्थितो ह्यहम् द्विज उवाच गच्छ शीघ्रं वने तद मुहूर्ते कुतपेऽधुना कासं पितरमुद्दिश्य गवे देहीदि सत्वरम् ततस्तस्योपदेशेन गृहीत्वा घासपूलकं गवे दत्त्वा यथा हृष्टपृष्ट्यर्थं पितुरेव च एतत्पुण्यप्रसादेन गतोऽसौ सुरमन्दिरं स्वर्गं च सुचिरं भुक्त्वा उत्पन्नो धनिनां कुले धनवान् स पुरा पुण्यात् पितृयज्ञस्य कारणाद् स ददाति पितुः पिण्डं सर्वस्वेन धनेन च तत्रैकजन्मनोऽभ्यासात् गतोऽसौ विष्णुमन्दिरं भुक्त्वा नन्दसुखं तत्र सार्वभौमो भवन्नृपः पितृयज्ञात्परो यस्माद्धर्मो नास्ति कथञ्चन तस्मात् सर्वप्रयत्नेन शक्त्या कुर्यादमत्सरः यः पठे धर्मसन्तानं जनानामग्रदो नरः विष्णुपद्याजले स्नानं प्रतिलोके च लभ्यते जन्म जन्मकृतो येन महापादकसञ्चयः तत्सर्वं प्रलयं यादि सहृदुच्चरिते श्रुते इति श्रीपात्मपुराणे प्रथमे सृष्टिखण्डे पञ्चाख्यानो नाम पञ्चाशत्तमोऽध्यायः ॐ